सरस्वती महाभागे विद्येकमलोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणमार्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति अर्धधातुक प्रत्ययः प्रक्रिया च समग्रदृष्टिः। तत्र अर्धधातुकप्रक्रियाविषये अपि चिन्तनमस्ति, सार्वधातुकप्रक्रियाविषये अपि चिन्तनमस्ति। यदा तत्र लट्लकारस्य विषये चिन्तनं कुर्मः चेत् लट्लकारः सार्वधातुकलकारः, अतः तत्र सार्वधातुकप्रक्रिया। परन्तु यदा वयं निजन्तरूपस्य विषये पश्यामः चेत् प्रथमे निजन्तविषये तत्र अर्धधातुकप्रक्रिया, अनन्तरं यदा तत्र नूतनधातुः निष्पद्यते अनन्तरं पुनः लट्लकारविषये तत्र सार्वधातुप्रक्रिया अस्ति। तुमुन् अपि च त्वाप्रत्ययः इति अर्धधातुप्रत्ययः, अतः तस्मिन् विषये धातोः अनन्तरम् अर्धधातुप्रत्ययः अस्ति चेत् तत्र अर्धधातुप्रक्रिया भवति। अस्माभिः तत्र दृष्टम् अर्धधातुसार्वधातुप्रक्रियायां तत्र मुख्यभेदः कः इति वदामः चेत्, तत्र घनचिन्तनं सार्वधातुप्रक्रियायां घनचिन्तनम् आवश्यकम् अस्ति, अर्धधातुप्रक्रियायां घनचिन्तनम् अनावश्यकम्। कस्य घनस्य धातुः इति तत्र यदि वयम् अर्धधातुप्रक्रियायां न पश्यामः चेत् किमर्थं चेत् तत्र घनाधारीकृत्य कोऽपि विकरणप्रत्ययः न आयाति, तत्र कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति यदा तत्र धातोः साक्षात् परे कोऽपि अर्धधातुप्रत्ययः अस्ति। तदेव मुख्यभेदः अस्ति सार्वधातुप्रक्रिया अथवा अर्धधातुप्रक्रिया। अपि च अर्धधातुप्रक्रियायां तत्र इडागमः भवति। सर्वेषाम् औत्सर्गिकसूत्रद्वारा तत्र अर्धधातुप्रत्ययानाम् इडागमः भवति, यदि तत्र धातु अपि इडनुकूल अस्ति अपि च प्रत्ययः अपि इडनुकूल अस्ति। अस्माभिः तत्र केचन धातुविषये तत्र दृष्टम्। इदानीं तत्र तुदादिगणस्य चलधातु अस्ति, धातुपाठं पश्यामः चेत् तत्र चलधातुः चिन्तयामि पञ्चाशत् चलधातवः सन्ति। भुवादिगणे एव तत्र चलधातुद्वयं समानार्थे भवन्ति, एते स्तः चलकम्पने एकं चल एकः धातुः तत्र घटादिगणे तत्र गण आधारीकृत्य तस्य किञ्चित् वैशिष्ट्यम् अस्ति। सो चलधातुः यः सामान्यचलधातु तत्र चलति रूपम् अपि च तत्र निजन्तरूपेषु तत्र चालयति भवति, परन्तु यः घटादिगणे अस्ति तत्र किञ्चित् वैशिष्ट्यम् अस्ति। यदा वयं विशिष्ट भुवादिगणे ये विशिष्टधातवः सन्ति तेषां विषये चिन्तनं कुर्मः, तत्र एव तस्य चर्चा कुर्मः। परन्तु तुदादिगणे यः चलधातुः अस्ति, तुदादिगणे अपि च भुवादिगणे मुख्यभेदः कः, तत्र शत्रन्तप्रकरणे भुवादिगणे नुमागमः स्त्रीलिङ्गे नित्येन भवति, परन्तु तुदादिगणे यदा तत्र शत्रन्तप्रकरणम् अस्ति तत्र नुमागमः विकल्पेन भवति। अतः चलन्ति स्त्रीलिङ्गरूपम् अस्ति अथवा चलति अपि स्त्रीलिङ्ग, नुमागमविहाय अपि तत्र शत्रन्तरूपं प्रचलति तुदादिगणे, परन्तु भुवादिगणे तु एकमेव रूपम् अस्ति, चलन्ति बालिका चलन्ती गच्छति, चलन्ती सः खादति। तत्र तादृशसूक्ष्मभेदः तत्र वर्तते, ये तुदादिगणे चलधातुः अपि च भुवादिगणे चलधातुः, किञ्चित् अर्थभेदः अपि अस्ति। अतः तत्र अस्माकं विषयः तु तुदादिगणस्य चलधातुः, एतत् सामान्यधातुः अस्ति, लट् लकाररूपे किमपि अत्र कोऽपि गुणप्रसङ्गः नास्ति, परन्तु यदा वयं निजन्तरूपं पश्यामः द्वादिगणे यदा वयं निच् योजयामः अत्र उपधायां ह्रस्व अकारः अस्ति, अतः तदेव निजन्तप्रकरणे अत्र किञ्चित् भेदः जायते, अत्र तस्य विषये चिन्तनं करणीयम्। एतत् तुदादिगणस्य चलधातु पठ धातु इव एव अस्ति, सो चलति अपि च चालयति इति तत्र निजन्तरूपं भवति। तुमुनान्तरूपम् अपि च त्वान्तरूपम्। चलधातुविषये चिन्तनं करणीयं वा अग्रे सरामि? त्वा प्रत्ययस्य चलित्वा एव भवति वा मध्ये? अनुकूलः प्रत्ययः चलधातुः षट् अस्ति, तुदादिगणस्य चलधातु स्वचलित्वा इति एव रूपं चलित्वा चलितुं चलित्वा चलित्वा तत्र इडागमः भवति, किमपि अन्यत् कार्यं नास्ति। तुमुनान्तरूपं चलितुम् इति रूपम् अस्ति, तथापि तकारादि अर्धधातु प्रत्ययः अतः तत्रापि अर्धधातुक् षेड् वलादेः इत्यनेन सह इडनुकूलप्रत्ययः तुमुन् अपि च त्वा, अतः तत् भवति इडागमः भवति। इदानीं तत्र द्वितीयाभ्यासः, एते एव धातवः ये उपरि धातवः सन्ति तेषां विषये एव एतान् धातून् आदाय एतेषां प्रत्ययां अधोभागे तत्र केचन प्रत्ययाः सन्ति, सर्वे अर्धधातुप्रत्ययः, नवृच्क्त तवतु तव्यत् अनियर् अपि च तिन् अण्ड् ल्युट् प्रत्ययः, एतेषां प्रत्ययाधारीकृत्य तत्र धातु प्लस् प्रत्यययोजनीयम्, अपि च प्रत्येकस्यां स्थितौ धातु कीदृशः, इगन्तधातुः इगन्तभिन्नः, अजन्तधातुः लघु इगुपदधातुः अधुपदधातुः, धातूनां कृते तत्र ये यदा तत्र अर्धधातुप्रक्रिया भवति तत्र धातूनां कृते एतादृशः तत्र चतुर्दशविभागाः तत्र सन्ति, इगन्तधातुः अस्ति वा इगन्तभिन्नधातुः अस्ति इत्युक्ते अजन्तधातुः अस्ति अथवा उपधायां कः वर्णः, बिकास् अर्धधातुप्रत्ययेषु केचन प्रत्ययाः णित् अपि च णित् सन्ति, तत्र उपधायां यदि उपधायाम् इक् वर्णः अस्ति चेत् गुणः भवति, परन्तु यदि उपधायां तत्र अत् अस्ति चेत् तत्र वृद्धिः भवति, यदि तादृशणित् अथवा णित् प्रत्ययः परे अस्ति। प्रत्ययविषये अपि तत्र अर्धधातुप्रत्ययेषु केचन प्रत्ययाः सार्वधातुक् सन्ति यथा शत्रुशानच्, परन्तु अधिकतर प्रत्ययाः तत्र अर्धधातुप्रत्ययः, परन्तु अर्धधातुप्रत्ययः अस्ति चेत् वयं जानीमः तत्र विभागः भवति, कितनित् नितनित् नितनित् प्रत्ययाधारीकृत्य तत्र वृद्धिकार्यं भवति, यदि कित् अपि नास्ति नित् अपि नास्ति नित् अपि नास्ति हित् अपि नास्ति तदा सः सामान्य अर्धधातुप्रत्ययः, सो सामान्य अर्धधातुप्रत्ययः सार्वधातुपित् प्रत्ययः इव तत्र कार्यं करोति, अतः तत्र गुणकार्यमेव भवति, सो एतत् सर्वं मनसि अत्र भवेत् चेत् तत्र प्रक्रियाविषये किमपि क्लेशः न भवति। इदानीं तत्र नवुल् इति प्रत्ययः अस्ति, नवुल् प्रत्ययाधारीकृत्य नी धातुः प्रथमधातुः अत्र नी धातुः भुवादिगणस्य नी धातु प्लस् नवुल् प्रत्ययः, एतादृश अस्माकं विवक्षा अस्ति, अस्य विषये चिन्तनं कुर्मः। चेतना भगिनी भवती वदतु अस्य विषये, नी धातुः नवुल् प्रत्ययः योगनुल् हलन्त्यं चुटु तस्य लोपः इति सूत्रेण लकारस्य अपि च णकारस्य इत्संज्ञा भवति, तस्य लोपः भवति, नियोग उ अवशिष्यते. इदानीं नुल् णित् अस्ति, नी अजन्तधातुः अस्ति, अतः अचूयुणिति इति सूत्रेण नी नञ् भवति, वृद्धि भवति, नञ् योग उ भवति. प्रत्यादेशः प्रथमे एव करणीयम्. यदा तत्र उ अवशिष्यते, उ अवशिष्यते, तत्र सः अक इति तस्य परिवर्तनं भवति. केन? युवोरनाकौ इति सूत्रेण नै उ अक भवति. तत् प्रथमे करणीयं वा? आम्, यदा वयं इत्संज्ञकवर्णानां निष्कासनम् अनन्तरं तत्र प्रत्यादेशः अपि, तस्य विषये अपि चिन्तनीयं. यदि कोऽपि प्रत्यादेशः अस्ति, सो अत्र प्रत्यादेशः अस्ति, भूस्थाने अक इति आदेशः भवति, सम्पूर्णस्थाने अक इति आदेशः भवति. अतः नियोग अक भवति. इदानीं अचूयणिति इति सूत्रेण नञ्योग अक, नञ्योग अक, तदनन्तरम् एचोयवाचायव इति सूत्रेण न योग आय् योग अक नायक इति निष्पद्यते. आय् आदेशः भवति, अत्र ऐ अस्ति, वृद्धि भूत्वा अस्ति, अतः आय् आदेशः भवति. सो वर्णमेलनेन नायक इति रूपम् अस्ति. सो कीदृशप्रातिपदिकम् अत्र निष्पद्यते नवोल्योजनेन? नायक प्रातिपदिकं भवति. कृत् तद्यत् समासाः च प्रातिपदिकम् इति सूत्रेण कृदन्तशब्दसमूहस्य कृते प्रातिपदिकसंज्ञा अस्ति. सो इदानीं नायक यः अस्ति सः कृदन्त प्रातिपदिकम् इत्युक्ते अत्र नवुल् इति कृत् प्रत्ययः अतिङ् विहाय अस्ति, अतः कृदतिङ् इति सूत्रेण कृत् प्रत्ययः सन्ति अस्ति नवुल् इति प्रत्ययः. सो कृत् प्रत्ययः अस्ति चेत् इदानीं यः अस्माभिः नायक इति शब्दसमूह निष्पद्यते तस्य कृते का संज्ञा? इदानीं नायक इति किम् अस्ति? अत्र प्रकृति प्लस् प्रत्ययमेलनम् अभवत्, इदानीं तस्य कृते का संज्ञा? हौ शुड् ऐ ट्रीट् दिस् नायक? वाट् इस् नायक? नायक इति प्रातिपदिकसंज्ञा प्राप्नोति. नायक इति शब्दसमूहस्य कृते प्रातिपदिकसंज्ञा. इदानीम् एतत् प्रातिपदिकम् अस्ति, न तु धातु. यद्यपि धातुतः निर्मितं पदं कृत् प्रत्ययः योजनेन तत्र सर्वेषां कृदन्तानां कृते प्रातिपदिकसंज्ञा अस्ति. केन सूत्रेण? सूत्रमस्ति कृत् तदित् समासाः च प्रातिपदिकं, न केवलं सुप्तिङन् दिस् प्रातिपदिकसंज्ञा. सूत्राणि कानि भगिनि? एतत् एकं कृतज्ञत समासाश्च. एतत् अनन्तरं प्रश्ने सूत्रं किम्? अर्थवत् अदातु अप्रत्ययः प्रातिपदिकम्, अर्थवत् शब्दस्य कृते अर्थवत् यः शब्दः, परन्तु सः अधातुः अप्रत्ययः, न तु धातुः अस्ति न प्रत्ययः अस्ति, तस्य कृते प्रातिपदिकसंज्ञा. तादृशशब्दसमूह प्रातिपदिकसंज्ञा इति तस्य उच्यते. अनन्तरं वदति कृतदित् समासाश्च. सो कृदन्तानां यः प्रत्ययः अस्ति, प्रत्ययः इति प्रातिपदिकं न भवति, यः धातुः धातुभिन्न शब्दः इदानीं नायक इति धातुसंज्ञा नास्ति तस्य कृते. अप्रत्ययः अधातुः अर्थवत् अपि च अत्र कृदन्त अस्ति. न केवलं तादृशशब्दानां प्रातिपदिकसंज्ञा अस्ति, परन्तु यदि कस्यचित् शब्दस्य अन्ते कस्यचित् धातुः वा किमपि भवतु वा तस्य अन्ते कृत् प्रत्ययः योजयामः, तत्र यः शब्दसमूहः निष्पद्यते सः कृदन्त. प्रत्ययस्य ग्रहणे प्रत्ययान्तस्य ग्रहणं, सुकृत् इति प्रत्ययानां संज्ञा अस्ति. सुकृत् तदित् समासाः च प्रातिपदिकम् इति सूत्रे कृत् उक्तमस्ति. सो प्रत्यग्रहणे प्रत्यान्तस्य ग्रहणम्, अतः कृदन्तस्य ग्रहणं भवति, तदितान्तस्य ग्रहणं भवति. तदित् इति प्रत्ययानां संज्ञा, कृत् इति प्रत्ययानां संज्ञा. सो यदा सूत्रे कोऽपि प्रत्ययः उक्तमस्ति चेत् तत्र प्रत्यान्तस्य ग्रहणं भवति. सः प्रत्ययः यस्य अन्ते विधीयते तस्य ग्रहणं भवति अत्रापि. सो नायक इति यः अस्ति तस्य कृते इदानीं प्रातिपदिकसंज्ञा अस्ति. नवुल् प्रत्यययोजनेन तत्र पुल्लिङ्गशब्दस्य निर्माणम् एव भवति. अत्र कः प्रातिपदिकं, कीदृशप्रातिपदिकस्य निर्माणम् अभवत्? अकारान्त् प्रातिपदिकम्. अक इति यः अस्ति तत्र अन्ते अपि अकारः अस्ति, अक इति. सो अकारान्त् प्रातिपदिकम् अस्ति चेत् तत्र रामवत् तस्य पुल्लिङ्गवत् तस्य रूपाणि भवन्ति, नायकः नायकौ नायकाः. अपि च स्त्रीलिङ्गे प्रायशः अजादेश्च टाप् इति सूत्रेण स्त्रीलिङ्गविवक्षा अस्ति चेत् तत्र प्रत्ययः आयाति. अजादेश्च टाप् इत्युक्ते यः अजादिगणे ये ये सन्ति, ये शब्दाः सन्ति, ये प्रातिपदिकानि सन्ति, तेषां कृते टाप् इति प्रत्ययस्य विषयः आयाति. अपि च अत्र न केवलं कुत्रचित् यत्र ककारः श्रूयते प्रायशः तत्र इका इति भवति, नायिका इति भवति. सो अत्र अकारान् प्रातिपदिकस्य निर्माणं भवति. अतः अत्र रामवत् शब्द पुल्लिङ्गे रामवत् तस्य रूपाणि भवन्ति, नपुंसकलिङ्गे अपि तत्र फलवत् तस्य रूपाणि भवन्ति. नवुल् अक इति योजयामः चेत् नी धातुतः एव तृच् प्रत्ययः. किं प्रश्नः अस्ति वा? नास्ति महोदय. सो एकमेव धातुविषये सर्वेषां प्रत्ययानां योजनं कृत्वा वयम् अग्रे सरामः. सो इदानीं नी धातुः नीन् प्रापणे इति धातुः, धातुविषये अपि तत्र वक्तव्यं. नीन् प्रापणे इति धातुः तत्र तालुन्यकारस्य संज्ञा अस्ति वा? अत्र उभयपदी धातुः अस्ति, नी इति धातुः. मूले नी नी इति नोण तत्र दन्तनकारः आदिष्टः भवति मूर्धन्यनकारस्य स्थाने. अपि च अन्ते तालुन्यकारः अस्ति वा अत्र? आमां न चचजन्य आम् तदेव तालुन्यकारः. तालु न्यकारस्य संज्ञा अस्ति चेत् सरित इत्त कर्तृ अभिप्रायक्रियाफले अपि च शेषात् कर्तरित्यनेन उभयपदी धातु भवति. नीति धातु. इदानीं तृच् प्रत्ययस्य विषये चिन्तनं कुर्मः. मञ्जुरी भगिनी वक्तुमिच्छति वा भगिनी, नी योग तृच् इति विवक्षा अस्ति? प्रयत्नं करोमि. वदतु. नियोग तृच् एकनिमिषम्. अत्र तृच् अत्र चकारस्य फलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः भवति. तृ एव अवशिष्यते, नियोग तृ, अनन्तरं नि इति नीय इति धातुः अस्ति न, तत्र अधुना एव भवती उक्तवती उभयपदिनः अस्ति, तथा तत्र अपि णीय अत्र यकारस्य इत्संज्ञा भूत्वा लोपः भवति, अनन्तरं इणि इणि इति तत्र मूर्धन्यणकारः अस्ति न, तत्र मूलधा धातुमध्ये मूर्धन्यणकारः अस्ति, हा तत्र मूर्धन्यनकारस्य नकारः दन्तव्यनकारः भवति, केन सूत्रेण? नोणः इति तत्र करणीयं, हा तत्र नोणः इति सूत्रेण तत्र णकारस्य नकारः भवति, तत्र नि अवशिष्यते, नियोग तृ, नि तत्र ने भवति, ने कथं तृच् इति प्रत्ययः कीदृशप्रत्ययः? तृच् प्रत्ययविषये वदतु. आर्धधातुकप्रत्ययः, आर्धधातुक आर्धधातुकप्रत्ययः अपि च कीतनेतनेतनेत भिन्नप्रत्ययः अस्ति, हा हा अतः सामान्य अर्थधातुप्रत्ययः तृच्. अत्र ककारस्य इत् नास्ति, नकारस्य इत् नास्ति, अणित् नास्ति, इत् नास्ति, अतः सामान्य अर्थधातुप्रत्ययः. सामान्य अर्धधातुक, सामान्य अर्धधातुक अस्ति चेत् तत्र गुणः भवति, तत्र गुणः भूत्वा तत्र ने भवति. गुणः केन सूत्रेण भवति? हा हा हा आद्गुणः न न अत्र अन्ते इकवर्णः णि इति धातौ अन्ते इकवर्णः अस्ति, दीर्घ इ अस्ति, एकवर्णस्य गुणः केन सूत्रेण भवति? अन्ते यदि एकवर्णः अस्ति चेत् सार्वधातुक अर्धधातुकयोः सार्वधातुक अर्धधातुकयोः इति सूत्रेण तत्र गुणः भवति, गुणः भूत्वा नी ने भवति, ने योगतृ तत्र वर्णमेलनमेव अस्ति, नेतृ नेतृ इति प्रातिपदिकं कृतद्धित समासाः च इति सूत्रेण तत्र कृत् प्रत्ययान्तशब्दः प्रातिपदिकं भवति, तत्र नेतृ ऋकार अन्ते ऋकारः अस्ति, तत्र नेतृ इति प्रातिपदिकं, हा ऋकारात् प्रातिपदिकं भवति, पुल्लिङ्गे नेता एव अस्ति, नेता नेता नेतृ इति यः यथा तत्र पितृशब्दः तथैव नेतृशब्दः, तत्र पिता एव पुल्लिङ्गे एकवचने पिता एव रूपम् अस्ति, नेता एव रूपम् अस्ति इदानीं तत्र. आं भगिनि, नेतृ एव प्रातिपदिकं, ऋकारान् प्रातिपदिकं, धातुविषये अपि तत्र द्रष्टव्यम्, इगन्त वा अजन्त वा हलन्त वा, हलन्त अस्ति चेत् उपधायां कः वर्णः तदपि द्रष्टव्यम्, अनन्तरं प्रत्ययस्य स्वभावः अपि द्रष्टव्यं, प्रत्ययस्य आधारीकृत्य एव धातौ अङ्गकार्यं भवति, प्रत्ययस्य स्वभावः दृष्ट्वा एव तत्र अस्माभिः अङ्गकार्यस्य विषये चिन्तनं करणीयम्. सो इदानीं तृच् प्रत्ययः, तृच् अपि च नवुल् प्रत्ययः केन, तस्य कृते विधिसूत्रं किम् अस्ति? नवुल् तृचौ इति सूत्रम् अस्ति. सो नवुल् तृचौ इति सूत्रेण तत्र धातोः कस्य यस्य कस्य अपि धातुसंज्ञा भवति तस्य अनन्तरं वयं तत्र नवुल् अपि च तृच् प्रत्ययः योजयितुं शक्नुमः. अतः सर्वेषां धातोः अनन्तरं नवुल् अपि च तृच् इत्यस्य विधिः अस्ति अनेन सूत्रेण नवुल् तृचौ. नवुल् तृचौ इति सूत्रम् अस्ति, विधिसूत्रं नवुल् अपि च तृच् इति प्रत्ययस्य कृते. अस्तु, इदानीं तत्र क्त प्रत्ययः. धन्यवादः. क्त प्रत्ययविषये का वदति चेतना भगिनी? भवती एव वदति. नियोग क्त खलु महोदय? आम्, क्त प्रत्ययः लशक्वतद्धिते इति सूत्रेण ककारस्य इत् भवति, नियोग त भवति. अतः कित् क्त प्रत्ययः कित् अस्ति, अतः गुणः निषेधः भवति, नी एव तिष्ठति, नीत एव रूपं वा? स तव तु इति विशिष्टप्रत्ययः इत्युक्ते विशिष्टप्रत्ययः इत्युक्ते एतेषां विशिष्टसंज्ञा अस्ति. त तव तु निष्ठा सूत्रम् अस्ति. प्रत्ययद्वयस्य कृते निष्ठासंज्ञा अस्ति. सो निष्ठा इति एका संज्ञा अस्ति, निष्ठा इति संज्ञा. सो प्रत्ययद्वयस्य कृते निष्ठासंज्ञा अस्ति, त तव तु निष्ठा. तदपि तत् मनसि भवेत्, त प्रत्ययः निष्ठासंज्ञप्रत्ययः अपि अस्ति, अपि च त प्रत्ययः कित् अस्ति. अस्मिन् ककारस्य इत्संज्ञा अस्ति. सो ककारस्य इत्संज्ञा अस्ति चेत् सः कित् प्रत्ययः भवति, इत्युक्ते कित् सार्धधातुप्रत्ययः अस्ति. कित् आर्धधातुक् अस्ति, अपि च अत्र किम् आर्धधातुक् अस्ति चेत् आदौ कः वर्णः? अच्वर्णः न अच्वर्णः कुत अस्ति? तकारः आदौ अस्ति न भगिनि? तकारः आमां नी विषये चिन्तितवती. कवर्णः आर्धधातु प्रत्ययः अस्ति, तकारादि अस्ति, अतः वलादि अस्ति, अवशादि अस्ति. सो अत्रापि इडागमः भवतु. आमाम् इडागमः. अतः नियोग ईयोगत वा? परन्तु नी धातुः अजन्तधातुः, प्रायशः सर्वे अजन्तधातवः अनिट् अस्ति, सन्ति अनिटः सन्ति. सो अत्र इडागमः न भवितुं शक्नोति. कुतः अपि नसङ्गः अपि नास्ति, कियत् प्रत्ययः अस्ति. नीत इति एव रूपं, किमपि कार्यं नास्ति. इडागमः नास्ति, गुणः नास्ति, नीतः इति अस्ति, सः अपि अकारान्त् प्रातिपदिकम्. सो पुल्लिङ्गे यदा वयं वदामः नीतः इति भवति. नीतः इत्युक्ते भूत्कालार्थे. सो प्रत्ययः भूत्कालार्थे तस्य अर्थः भवति. भूत्काल द्योतयितुम् एव प्रत्ययः अस्ति. अपि च आयाति आचार्य, त तव तु निष्ठा इति सूत्रेण एव भूतकालार्थ तस्य बोधः भवति वा? एतत् सूत्रम् अस्ति भूते इति अधिकारे अस्ति. तव तु निष्ठा इत्यनेन एतत् संज्ञासूत्रम् अस्ति, अनेन संज्ञा इति उच्यते. निष्ठा इति संज्ञा कस्य कृते? त तावत् इत्यस्य कृते. अनेन भूतकाल इति अधिकार तत्र एतत् प्रत्ययः अष्टाध्यायीग्रन्थे भूते इति अधिकारे पठितम् एतत् सूत्रम् अतः भूत्काले एव अस्य प्रयोगः भवति भूत्काल द्योतयितुमेव प्रत्ययः इत्यस्य विधिः अस्ति अपि च विधिसूत्रं किमस्ति अत्र मया पूर्वे कुत्रचित् उक्तं न विधिसूत्रं इत्युक्ते स्थप्रत्ययः केन सूत्रेण आयाति यथा नवल् त्रिचौ इति सूत्रेण तवतु निष्ठा इत्यनेन संज्ञा भवति निष्ठा इति संज्ञा त तवतु प्रत्ययद्वयस्य कृते निष्ठा इति संज्ञा अस्ति त तवतु निष्ठा इति सूत्रेण एतत् संज्ञासूत्रमस्ति प्रथमाध्याये प्रायशः एतत् सूत्रमस्ति सो त तवतु इति सूत्रेण आम् निष्ठा इति एकम् अन्यत् सूत्रमस्ति तृतीयाध्याये एकम् अन्यत् सूत्रमस्ति निष्ठा अनेन सूत्रेण अत्र पश्यतु अष्टाध्यायी सूत्रपाठः एकमस्ति त तवतु निष्ठा द्वितीयमस्ति एकं सूत्रं निष्ठा इति सूत्रम् निष्ठा इत्युक्ते निष्ठा इदानीं जानीमः निष्ठा इत्युक्ते त तवतु निष्ठा वदामः चेत् तृतीयाध्याये एकं सूत्रम् अस्ति निष्ठा आम् अत्र पश्यतु 3-2-1-0-2 सो निष्ठा इति यः अत्र कृत् इति संज्ञा अस्ति भूते अर्थे अपि अस्ति अधिकारः इति पश्यामः चेत् भूते इति अधिकारे सो तव तु प्रत्ययद्वयं तेषां कृते निष्ठा इति संज्ञा सो निष्ठा इति एकं विधिसूत्रमपि अस्ति अनेन तव तु सर्वेभ्यः धातुभ्यः भूते तत्र एते निष्ठासंज्ञकप्रत्ययानां विधिः सो इत्युक्ते त तव तु प्रत्ययानां विधिः अस्ति सो अत्र लिखितम् अत्र पश्यतु काशिका त तव तु निष्ठा इति उक्तं सो पूर्वे एव उक्तमस्ति प्रथमाध्याये सः निष्ठासंज्ञकप्रत्ययः भूते भवति सो निष्ठासंज्ञकप्रत्ययः भूते भवति भूत्कालार्थे भवति सो अनेन एतदेव विधिसूत्रमस्ति अनेन सूत्रेण त प्रत्ययः अपि च तव तु प्रत्ययः प्रत्ययद्वयस्य सर्वेभ्यः धातुभ्यः धातोः इति अपि अधिकारः प्रत्ययः परश्च अपि अधिकारः किमर्थं चेत् तृतीयाध्याये अस्ति अपि च भूते अपि अधिकारः अस्ति सो भूते धातोः अनन्तरं त तव तु प्रत्ययः प्रत्ययौ परश्च इति तत्र भवति सो अनेन सूत्रेण एव त तव तु इत्यस्य विधिः उक्तम् अस्ति सर्वेभ्यः धातुभ्यः कोऽपि विशिष्टधातुविषये नास्ति सो एतत् प्रत्ययद्वयमपि वयं सर्वेभ्यः धातुभ्यः योजयितुं शक्नुमः अनेन सूत्रेण निष्ठा इति सूत्रेण निष्ठा भिन्नसूत्रं त तव तु निष्ठा इति भिन्नसूत्रम् अत्र लिखितं 1126 इति सूत्रं त तव तु निष्ठा अत्र पश्यतु सूत्रप्रकारः संज्ञासूत्रम् अनेन सूत्रेण उक्तमस्ति निष्ठा इति संज्ञा कस्य कृते व्याकरणे त तव तु इत्यस्य कृते अत्र द्विवचनात् पदं दत्तं त तव तु इति दीर्घ उकारः अस्ति किमर्थं चेत् अत्र प्रत्ययद्वयम् उक्तमस्ति प्रथमादिवचनात् पदमस्ति अतः निष्ठा इति सूत्रेण एव धातु अनन्तरं क्तः प्रत्ययः इदानीम् अस्तु क्तः प्रत्ययः सो भूत्कालार्थे अपि भवति तव तु प्रत्ययः अपि तथैव अस्ति अस्य कृते अपि निष्ठासंज्ञा भूते भवति अपि च सर्वेभ्यः धातुभ्यः वयं तावत् प्रत्ययः योजयितुं शक्नुमः. एते सर्वे कृत् प्रत्ययः सर्वेभ्यः धातुभ्यः तेषां विधानमस्ति. कोऽपि विशिष्टधातुविषये एव एतेषां विषये एव वयं चिन्तनं कुर्मः. तत्र प्रयोगः अपि भाषायां लेखने अपि तत्र एतेषां कृदन्तरूपाणामेव तत्र प्रायशः प्रयोगः भवति. इदानीं नियोग तावतु. तावतु विषये किं विशेषः? मया पूर्वे कुत्रचित् उक्तं, का वदति तावतु विषये? एते सर्वे मूले सर्वे कृत्प्रत्याः औत्सर्गिकरूपेण कर्तरीकृत् इति सूत्रेण कर्तर्थे एव तेषां प्रयोगः भवति. अनन्तरं तत्र अपवादाः सन्ति. कर्तरीकृत् इति सूत्रस्य कृते अनन्तरम् अपवाद उक्तं, यथा तत्र अनियर् प्रत्ययः. अनियर् प्रत्ययः कर्मणि तस्य प्रयोगः भवति. तथैव तव्यत्, तव्यत् प्रत्ययः अपि. तव्यत् अव्यत् अनियर् इति एकम् अन्यत् सूत्रमस्ति. अत्र पश्यतु, तव्य तव्यत् अव्यत् अनियर्. आम्, अत्र पश्यतु 3196. तव्यत् तव्यत् तव्य अनियर् इति धातोः अत्र पूर्वसूत्रात् अनुवृत्तिः अस्ति. The affix these comes after the verbal phrase of the atrana uktam agre kutra chit agre. So etat asti vidhi sutram. Etat api ekvaram note karotu. Tavyat avyat aniyar iti sutrena sarve beha dhatu beha ete pratyaha bhavitum agantum shakyate. धातोः इति वर्तते अत्र लिखितं. सो यस्य कस्यापि धातोः इति संज्ञा, तस्य अनन्तरं तव्यत् तव्य अणियर् एते प्रत्ययत्रयस्य विधिः योजयितुं शक्नुमः. कर्मकर्तरि च अयम् इष्यते. अत्र लिखितं कर्मणि अपि भवति कर्तरी अपि भवति. तत्र एकम् अन्यत् सूत्रमस्ति. भावकर्मणोः इति सूत्रम् वन् त्री थर्टीन्. भावे त्री त्री प्रायशः तत्र कर्मणि कर्तरीकृत् इति एकम् अन्यत् सूत्रमस्ति. तृत्याध्याये अत्र 3469 कर्तरीकृत् इति सूत्रेण औत्सर्गिकरूपेण अत्र न उक्तं. सो कर्तरीकृत् इति सूत्रेण सर्वे कृत् संज्ञकप्रत्ययाः औत्सर्गिकरूपेण कर्तरिप्रयोगे तेषां विधिः अस्ति. कर्तरीकृत् इति विधि इत्युक्ते अत्र कर्तरिप्रयोगे कृत् प्रत्ययानाम् उल्लेखः अस्ति. परन्तु अस्य सूत्रस्य कृते तत्र अपवादाः सन्ति. केचन कृत् प्रत्ययानां विषये तत्र अपवादः उक्तमस्ति. अस्य सूत्रस्य अपवादः एव अनियर्. अग्रे वदामि, तत्र एकम् अन्यत् सूत्रमस्ति. त तवतु अनियर् इत्यस्य कृते यथा तत्र त प्रत्ययः, त प्रत्ययः अपि प्रायशः सामान्य इत्युक्ते सामान्यनियम आधारेण त प्रत्ययः अपि कर्मणि प्रयोगः एव तस्य प्रयोगः भवति. कुत्रचित् कर्तरिप्रयोगे अपि त प्रत्ययः भवति, परन्तु यदा वयं कोऽपि वाक्यं वदामः यत्र क्तप्रत्ययः अस्ति तत्र प्रायशः कर्मणि यदि धातुः सकर्मक अस्ति चेत् तत्र कर्मणि प्रयोगः भवति, तथैव अनियर् प्रत्ययः अस्ति, परन्तु अस्माकं विषयः अस्ति तवतु प्रत्ययः. सो तवतु प्रत्ययः किं कोऽपि अत्र का वदति तवतु विषये? के वि महोदय वक्तुमिच्छति वा महोदय तवतु विषये? शृणोमि एव चिन्ता मास्तु, चिन्ता मास्तु. चेतना भगिनी तवतु विषये वदतु भगिनि. नियोग तवतु लशक्व तद्यते इति सूत्रेण ककारस्य इत् भवति, अतः तवतु अपि कित् अस्ति. किणिति च इति सूत्रेण गुणनिषेधः भवति. उकारस्य इत् संज्ञा अस्ति, तवत् इति अवशिष्यति. उकारस्य अपि अस्तु अस्तु. उकारः कीदृशवर्णः कस्मिन् प्रत्याहारे अस्ति? इक् वर्ण उक् वर्ण इत्युक्ते तत्र उगित्, एतत् प्रत्ययः उगित् अस्ति. अत्र उकारस्य संज्ञा अस्ति न अत्र, यथा प्रत्ययः उगित् अस्ति तत्रापि ऋकारस्य संज्ञा अस्ति, शत्रुप्रत्यये ऋकारस्य संज्ञा अस्ति. सो उक् प्रत्याहारे अ ई उन् रु लुक्. सो उक् प्रत्याहारे उकारः ऋकारः लुकारः लु इति स्वरः. सो यस्मिन् यस्मिन् प्रत्यये उकारः नो चेत् ऋकारस्य इत् संज्ञा अस्ति सः उगित् इति वदामः. उगित् प्रत्ययः अस्ति उक् इत् यस्मिन् प्रत्यये. सो अत्र उक् वर् उकारस्य इत् संज्ञा अस्ति तवतु इति. सो तवतु इति उकारस्य इत् अस्ति चेत् तत्र किं विशेषः, कः विशेषः? तत्र नुमागमः अस्माभिः पठितं न कुत्रचित्? एतत् प्रातिपदिकं निष्पद्यते न, तकारान्त् प्रातिपदिकं निष्पद्यते. तत्र पञ्चसु स्थलेषु पुल्लिङ्गे नुमागमः भवति, अपि च नपुंसकलिङ्गे स्थलद्वये नुमागमः भवति. जशसोः शी शी नपुंसकात् इति शी इत्यस्य कृते असर्वनां स्थानसंज्ञा अस्ति. सो असर्वनां स्थानप्रत्ययपरे उगित् उगित् ये उगित् प्रातिपदिकाः सन्ति तेषां विषये तत्र नुमागमः भवति. अस्माभिः कुत्रचित् पूर्वे पठितं मया, तत्र उक्तम् अहं चिन्तयामि. सो तव तु उगित् अस्ति यथा शत्रुप्रत्यये, तत्र कथं रूपाणि शत्रुप्रत्यये कथं रूपाणि भवन्ति? पचन् पचन्तौ पचन्तः. तत्र पचत् इति प्रातिपदिकम्, अत् इति शत्रुप्रत्यये अवशिष्यते. सो पच धातुतः शत्रुप्रत्यय योजयामः चेत् पचत् इति प्रातिपदिकं, तकारान्त् प्रातिपदिकं निष्पद्यते. परन्तु शत्रन्तरूपम् अस्ति अतः तत्र उगित् अस्ति, तत्र तत्र नुमागमः भवति सुट् नपुंस अनपुंसकस्य. सो सुट् प्रत्ययानां सु आरभ्य सु औजस् अम् औट् पर्यन्तं तेषां कृते पुल्लिङ्गे नपुंसकलिङ्गे सर्वनां संज्ञा अस्ति. सो सर्वनां संज्ञक प्रत्ययपरे तत्र नुमागमः भवति. मया तत्र सूत्राणि अपि उक्तं कुत्रचित्, अहं चिन्तयामि शत्रुविषये उक्तं वा कुत्रचित् उक्तम्. सो तव तु अपि तथैव अस्ति, तव तु प्रत्ययः अपि उगित् अस्ति, अतः अत्र अपि पुल्लिङ्गे तत्र नुमागमः भवति. सूत्रं किं महोदय? तत्र एकमस्ति शी सर्वनां स्थान, शी सर्वनां स्थानम् इति सूत्रं तत्र नपुंसकलिङ्गे शी इत्यस्य कृते सर्वनां स्थानसंज्ञा अस्ति जस् शसोः शी इत्यनेन प्रथमे तत्र जस् शसोः शी अनेन सूत्रेण जस् अपि च शस् प्रत्ययस्य कृते शी इति संज्ञा सो शी इति यः अस्ति शी सर्वनां स्थान यः शी अस्ति तस्य कृते सर्वनां स्थानसंज्ञा अपि अस्ति सर्वनां संज्ञा नपुंसकस्य जलः च अपि च सर्वनां स्थाने च सम्बुद्धौ नपुंसकस्य जलः च इति सूत्रेण तत्र सर्वनां स्थानप्रत्ययपरे नुमागमः भवति सो नपुंसकस्य इत्युक्ते अत्र शि जशसोः शि इत्यनेन शी प्रत्ययानां कृते एव सर्वनां संज्ञा अस्ति अतः नपुंसके केवलं जस् अपि च शस् प्रत्ययपरे एव तत्र नुमागमः भवति स्त्रीलिङ्गे पुल्लिङ्गे तत्र भिन्नसूत्रमस्ति सुट् नपुंसकस्य सुड् नपुंसकस्य इति सूत्रम् आम् सुड् अनपुंसकस्य अत्रापि सर्वनां स्थानम् इति सर्वनां स्थान इति संज्ञा पूर्वसूत्रात् सर्वनां स्थानम् इति अनुवर्तते सो सुट् अनपुंसकस्य अनपुंसकस्य इत्युक्ते स्त्रीलिङ्गस्य पुल्लिङ्गस्य नपुंसक् विहाय न नपुंसकस्य सो सुट् प्रत्ययानां कृते नपुंसकलिङ्गविहाय इत्युक्ते स्त्रीलिङ्गे पुल्लिङ्गे सुट् प्रत्ययानां कृते सर्वनां संज्ञा सर्वनां स्थान इति संज्ञा अस्ति सो सुट् इत्यनेन सु औजस् अम् औट् इति पञ्चप्रत्ययाः सुप्रत्ययेषु पञ्चप्रत्ययानां कृते सर्वनां स्थानसंज्ञा अस्ति परन्तु कुत्र कदा पुल्लिङ्गे नपुंसकलिङ्गे बिकास् अत्र लिखितम् अनपुंसकस्य सो पुल्लिङ्गे स्त्रीलिङ्गे सर्वनां स्थानसंज्ञा केषां कृते इति वदामः चेत् सु औजस् अम् ओट् इति अस्य कृते परन्तु नपुंसकलिङ्गे सर्वनां स्थान कस्य सुट् इत्यस्य न जस् शसोः शी शी सर्वनां स्थान आर् यु गेटिङ्ग् मै पायिण्ट् प्रथमे सर्वनां स्थानसंज्ञा नुमागमः यदा तत्र सुबन्तविधिः अस्ति तत्र कुत्रचित् नुमागमः भवति नुमागमः केवलं यदा सर्वनां स्थानसंज्ञक प्रत्ययः परे अस्ति तदा एव नुमागमः भवति सो नुमागमः यः भवति तत्र सर्वनां स्थानसंज्ञक प्रत्ययः परे अस्ति चेदेव नुमागमः भवति इदानीं तत्र प्रश्नः सर्वनां स्थानसंज्ञा कस्य कृते एतादृशसंज्ञा केषां प्रत्ययानां सर्वनां स्थानसंज्ञा सूत्रमस्ति सुट् अनपुंसकस्य सो पुल्लिङ्गे अनपुंसकस्य इत्युक्ते न नपुंसकस्य सो नपुंसक् विहाय सुट् प्रत्ययानां कृते सर्वनां स्थानसंज्ञा अस्ति इत्युक्ते तस्य कः अर्थः पुल्लिङ्गे स्त्रीलिङ्गे सुट् प्रत्ययानां कृते सर्वनां स्थानसंज्ञा तत् विशिष्टसंज्ञा अस्ति इदानीं प्रश्नः नपुंसकलिङ्गे कस्यचित् सुप्रत्ययस्य कृते न सर्वनां स्थानसंज्ञा अस्ति वा आम् अस्ति शी सर्वनां स्थान सो शी इत्यस्य कृते सर्वनां स्थानसंज्ञा अस्ति परन्तु तत्र शी तु कोऽपि प्रत्ययः नास्ति सु औजस् अमोर्षस्टाभ्यां भ्यस् नसिभ्यां भ्यस् तत्र तु शी कोऽपि प्रत्ययः नास्ति सो किमर्थं शी प्रत्ययस्य कृते सर्वनां संज्ञा परन्तु तत्र एकम् अन्यत् सूत्रमस्ति जस् शसोः शी सो जस् अपि च शस् इत्यस्य प्रत्ययस्य विषये षि इति आदेशः भवति. जस् अपगच्छति षि आदेशः भवति, शस् अपगच्छति तत्र षि इति आदेशः भवति. सो जस् शसोः षि इति सूत्रमपि केवलं नपुंसकलिङ्गे एव तत्र षि आदेशः भवति. जस् शसोः षि, वट् वास् द सूत्र संख्या? अत्र सन्धि भवति. जस् बेसिकलि प्रत्ययः अस्ति जस् शसोः षि, बिकास् आफ् द शकारः स आल्सो बिकम् श. जस् शसोः षि इति अत्र पश्यतु नपुंसकात्. सो नपुंसकात् इति पञ्चमी अन्तम् अस्ति. सो नपुंसकात् परे जस् इत्यस्य षि आदेशः, शस् इत्यस्य षि आदेशः. सो यदा तत्र नपुंसक प्रातिपदिकम् अस्ति तस्य अनन्तरं यदा वयं जस् प्रत्यय योजयामः जस् प्रत्ययस्य स्थाने षि आदेशः भवति बिकास् इट् इस् अ नपुंसक प्रातिपदिकम्. सो नपुंसकात् एव जस् स्थाने षि आदेशः अपि च शस् स्थाने षि आदेशः भवति. सो इदानीं वयं जानीमः षि इति यः प्रत्ययः सः प्रत्यादेशः अस्ति. जस् अपि च शस् स्थाने षि आदेशः. सो षि सर्वनाम स्थान इति अस्ति, इत्यनेन सो नपुंसकलिङ्गे एव षि इति आदेशः. अतः नपुंसकलिङ्गे जस् अपि च शस् प्रत्ययस्य यदा षि आदेशः भवति तदा तेषां कृते सर्वनाम स्थानसंज्ञा अपि अस्ति. सो सर्वनाम स्थानसंज्ञा संज्ञप्रत्ययपरे एव प्रातिपदिकस्य नुमागमः भवति. नपुंसकस्य जलः च अत्र जलन्तस्य अजन्तस्य च नपुंसकस्य सर्वनाम स्थानपरे नुमागमः भवति. परन्तु एतत्तु नपुंसकलिङ्गे भवति. पुल्लिङ्गविषये नुमागमः केन? सर्वनाम स्थाने च असम्बुद्धौ. सम्बुद्धि इति वाचके सर्वनाम स्थाने परे नकारान्तस्य उदय दीर्घ भवति. एकम् अन्यत् सूत्रमस्ति येन तत्र नुमागमः भवति पुल्लिङ्गे स्त्रीलिङ्गे सर्वनाम स्थानसंज्ञक प्रत्ययपरे. अस्मिन्नेव प्रकरणे अस्ति, सर्वनाम स्थान इति प्रकरणम् अस्ति, तत्र एव नुमागमः विषये चिन्तनम् अस्ति. अग्रे पश्यामः. सो उघित् उघिदचां सर्वनां स्थाने अधातोः 7180. अत्र पश्यतु उघित् अचां सर्वनां स्थाने अधातोः नुम् इति आगमः. सो अनेन सूत्रेण सर्वनां स्थाने इति तत्र सप्तम्यन्तं पदमस्ति. वयं जानीमः इदानीं सी फार् दिस् सूत्र वी शुड् नो वाट् इस् सर्वनाम स्थान, वी शुड् नो वाट् इस् उगित्. उगित् नौ वि नो यस्य प्रत्ययस्य अन्ते उक् वर्णस्य इत् अस्ति सः उगित् प्रत्ययः. यथा तव तु यथा शत्रु प्रत्ययः, ते उगित् प्रत्ययाः. सो उगित् अचां सर्वनाम स्थाने अधातोः नु, धातोः नास्ति अधातोः. इदानीं यः नीतवत् यः अस्ति, नीतवत् नी धातुतः प्रथमे नी धातुतः तव तु योजयामः. चेतना भगिनी वदतु किं भवति तत्र नियोग तवत्. अवशिष्यते तवतु इति प्रत्ययः हा ककारस्य लशक्वतद्युते इति सूत्रेण अपि च उपदेशे अजनुनासिक इति सूत्रेण उकारस्य इति भवति तस् द्वयस्य लोपः भवति नियोग तवत् अवशिष्यते नी अनिट् अस्ति तवत् सेट् अस्ति परन्तु इडागमः न भवति नियोग तवत् अवशिष्यते नी तवत् इति प्रातिपदिक अधातुः अस्ति नीतव धातु न अस्ति इदानीं तस्य कृते का संज्ञा अस्ति प्रातिपदिकं कृत् तदित् समासाः च प्रातिपदिकम् इति सूत्रेण नीतवत् इति तकारान् शब्दः तस्य कृते प्रातिपदिकसंज्ञा अस्ति सो प्रातिपदिक तकारान्त् प्रातिपदिकस्य निष्पत्तिः अत्र परन्तु नीतवत् इति अधातु अस्ति अपि च उगित अस्ति किमर्थं चेत् अत्र उकारस्य प्रयोजनम् अस्ति ककारस्य अपि प्रयोजनम् अस्ति यः उकारस्य इति संज्ञा तस्य प्रयोजनम् अस्ति अनेन एतत् नीतवत् इति उगित् प्रातिपदिकम् अस्ति उगित् प्रातिपदिकम् अस्ति अपि च तकारान्त् प्रातिपदिकम् अस्ति सो अनेन सूत्रेण यदा वयम् इदानीं प्रातिपदिकम् अस्ति सो तस्य पदनिर्माणविषये किं योजनीयम् प्रातिपदिकादनन्तरं किं पदस्य निर्माणं करणीयं चेत् किम् अस्माभिः के प्रत्ययः योजनीयं प्रातिपदिक सु औजस् किमर्थं चेत् पदम् इति कथं निष्पद्यते ऐदर् सुबन्तयोजनेन आर् सुप् योजनेन आर् तिङ् योजनेन अत्र तु तिङ् वयं न योजयितुं शक्नुमः धातुसंज्ञा नास्ति अधातु अस्ति प्रातिपदिक अस्ति सो प्रातिपदिकात् यथा लस्य तिप्तस्जि अस्ति तथैव प्रातिपदिकात् सु औजस् अम् ओट्षष्टाभ्यां विस् इति तत्र उक्तं तत्र सूत्रद्वयं तत्रापि एते सन्ति सो यः यस्य प्रातिपदिकसंज्ञा अस्ति तस्मात् अनन्तरं यदि वयं पदस्य निर्माणं कर्तुम् इच्छामः चेत् तत्र एते सुप् प्रत्ययः एव योजनीयं सो इदानीं नीतवत् इत्यस्य कृते एतत् पदसंज्ञा नास्ति अस्य कृते पदसंज्ञा नास्ति प्रातिपदिकसंज्ञा अस्ति भाषायां तु पदानाम् एव प्रयोगः भवति न तु प्रातिपदिक अथवा धातूनां प्रयोगः अतः अत्र अस्माकं सुप् प्रत्ययः योजनीयं सो सुप् प्रत्ययः योजयामः चेत् एतत् सूत्रं प्रसक्तः भवति यदा वयं पुल्लिङ्गे स्त्रीलिङ्गे तस्य रूपः किं भवति इति तादृशविवक्षा अस्ति चेत् परे यदा वयं सु औ जस् अम् ओट् एते पञ्चप्रत्ययानां कृते सर्वनां स्थानसंज्ञा अस्ति कुत्र पुल्लिङ्गे स्त्रीलिङ्गे अनपुंसकस्य तत्र लिखितं सुट् अनपुंसकस्य सर्वनां स्थानसंज्ञा अस्माभिः अपि इदानीं दृष्टं न सुपुंसकस्य सो अनपुंसकस्य एव विषये सुट् प्रत्ययानां विषये सर्वनां स्थानसंज्ञा भवति सो अनेन सूत्रेण उगित् अचां सर्वनां स्थाने अधातोः विधिः अस्ति नुमागमः भवति नुमागमः मित् अस्ति वयं जानीमः यः अन्तिमस्वरः तस्य परे एव नकारः तत्र एडिशनलि योजनीयम् आगमः अस्ति नीतवत् इति यः अस्ति तत्र वकार उत्तरवर्ति अकारः अस्ति तस्य परे एव नुमागमः अस्माभिः करणीयं सो नीतवत् उगित् अस्ति अचां नास्ति इत्युक्ते धातुभिन्नस्य उगित् शब्दस्य तथा अञ्च धातुः अत्र यः अचां लिखितमस्ति सः अच् धातुः अञ्च धातुविषये उक्तमस्ति तादृश अङ्गं परे अस्ति चेत् सर्वनां स्थानपरे नुमागमः भवति इति एतत् सूत्रं वदति सो यदा तत्र सु औजस् अमोट् अस्ति तदा एव नुमागमः भवति भिन्न कोऽपि सुप्रत्ययः अस्ति तत्र नमागमः न भवति, पञ्चसु स्थलेषु एव नमागमः भवति. सो अत्र अत्र पश्यतु, सो भवन् भवन्तौ भवन्तः इत्यपि भवति. सो तथैव अत्र नीतवत् इति यः अस्ति तत्रापि नीतवान् इति भवति. अनन्तरं तत्र दीर्घादेशः कथं भवति तत् भिन्नविषयः. सो इदानीं तत्र अनेन सूत्रेण एव पञ्चसु स्थलेषु पुल्लिङ्गे स्त्रीलिङ्गे तत्र नुमागमः भवति आट् पर्यन्तं. यदि नपुंसकलिङ्गस्य विवक्षा अस्ति तत्र तु स्थलद्वये एव, षी नपुंसकस्य षी इत्यस्य कृते एव सर्वनाम स्थानम् अस्ति. षी प्रत्ययः कुतः आयाति नपुंसकलिङ्गे? जश्शसोः षी. जस्थाने षी आदेशः भवति, शस्थाने षी आदेशः भवति. प्रथमबहुवचन, द्वितीयविभक्ति बहुवचन प्रत्ययः जस् अपि च शस्. सो तत्र एव नुमागमः भवति इति तत्र तवतु विषये विशेषः अस्ति. अतः तत्र नकारः श्रूयते पञ्चसु स्थलेषु. सो नकारः तत्र श्रूयते इति तत्र मुख्यम् अस्ति. उगित् अचां सर्वनां स्थाने अधातोः इति सूत्रम्, अनेन सूत्रेण नुमागमः भवति सर्वनां स्थानप्रत्ययपरि. अवगतं वा भगिनि? नुकामः नुमागमः अन्ते भवति वा? तस्थाने नकारः भवति वा? न न, नुमागमः आगमः अस्ति, कस्यचित् स्थाने न भवति, नास्ति, आगमः अस्ति. आगमः अस्ति चेत् मिदजो अस्यात् परः. सो उगित् यः अत्र यः नीतवत् अस्ति तस्य नुमागमः उक्तमस्ति. उगित् शब्दस्य नुमागमः भवति. सो उगित् शब्दस्य नुमागमः कदा भवति? सर्वदा भवति वा? न, सर्वनां स्थानपरे. स्थानसंज्ञक प्रत्ययपरे एव तस्य शब्दस्य नुमागमः भवति. नीतवत् इत्यः अस्ति शब्दः अस्ति तत्र. नुम् इति आगमः मित् अस्ति, मकारस्य इत् संज्ञा अस्ति, उकारः उच्चारणार्थम् अस्ति. सो मित् आगमः कुत्र भवति? मित् आगमः कुत्र भवति? मिदचो अन्त्यात् परः. सो नीतवत् इति यः अन्तिम अच् कुत्र अस्ति? वकार उत्तरवर्ती अकारस्य परे नुमागमः भवति. बिकम्स् नीतवन्त, बट् इट् बिकम्स् वि नो इट् बिकम्स् नीतवान्. अत्र पश्यतु, अत्र भिन्नसूत्रेण पुनः तत्र दीर्घः आदेशः भवति. पश्यतु, सो इट् बिकम्स् सु औजस् अमोक्षस् परे इट् बिकम्स् नीत प्रथमे तत्र नीतवन्त् इति भवति, त अपि हल् अस्ति. अनन्तरं संयोगान्तस्य लोपः. इदानीम् एतत् सुप्रत्ययः योजयामः चेत् तत्र भिन्न, इदानीं तत्र अन्ते संयोगः अस्ति, सो तकारस्य अपि इति संज्ञा भवति. सो रूपं किम् अस्ति अत्र? एतत् वर्णः अपि दीर्घादेशः भवति, नीतवान् इति रूपम् अस्ति प्रथमाविभक्ति पुल्लिङ्गे. नीतवान् इति रूपम् अस्ति स्त्रीलिङ्गे. नीतवती इति रूपम् अस्ति. सो अत्र संयोगान्तस्य लोपः इत्यनेन तत्र तकारस्य लोपः भवति, अतः एव रूपम् अस्ति. सो प्रथमे तत्र यः नुमागमः सः अनेन सूत्रेण भवति तवतु विषये. उगितचां सर्वनां स्थाने अधातोः इति सूत्रेण तत्र नुमागमः भवति. अत्र शुभक्तप्रकरणे बहु किमपि अस्ति, परन्तु तव तु अपि च शत्रुप्रत्यये विषये तत्र पञ्चसु स्थलेषु नुमागमः भवति. पश्यतु पचत् इति प्रातिपदिकम् अस्ति वा, पचत् इति शब्दः अस्ति वा अत्र? आम् अस्ति. न दृश्यते महोदय अत्र पचत् शब्दः शब्दरूपम् अस्ति चेत् यदि वयं पचत् शब्दः पश्यामः अत्र तु तकारान्त अस्ति, न दृश्यते वा? न यदि वयं शब्दपाठ पश्यामः शब्द शब्दमञ्जरी अस्ति वा, तत्र पचत् शब्दः पश्यामः चेत् अत्र कथं रूपाणि भवन्ति? पचन् पचन्तौ पचन्तः, अनन्तरं तत्र पञ्चसु स्थलेषु एव नकारः श्रूयते, न तु सर्वेषु स्थलेषु. किमर्थं पञ्चसु स्थलेषु एव भवति? किमर्थं चेत् सः शत्रन्तरूपम् अस्ति. पचित् धातुतः शत्रुप्रत्ययः योजयामः चेत् तत्र पचत् इति प्रातिपदिकं निष्पद्यते. सो इट् गोस् लैक् पचत् शब्दः, बट् अत्र ध्वनिः न श्रूयते वा? इदानीं श्रूयते महोदय. सो अत्र यदा वयं तत्र शत्रन्तरूपं पश्यामः चेत् अत्र पञ्चसु स्थलेषु एव नुमागमः भवति, स्त्रीलिङ्गे पुल्लिङ्गे नपुंसकलिङ्गे स्थलद्वये नुमागमः भवति. सो तत् कारणमस्ति सुट् इत्यस्य कृते एव सर्वनां स्थानसंज्ञा अस्ति, अतः तत्र एव तत् नुमागमः भवति. अपि च नपुंसकलिङ्गे तत्र स्थलद्वये एव सर्वनां स्थानसंज्ञा अस्ति, अतः तत्र एव नुमागमः भवति, न तु अन्येषु स्थलेषु. शब्दरूपमञ्जरीमध्ये तत्र पचत् शब्दः प्रायशः अस्ति. इदानीं पचन् पचन् पचन्तौ पचन्तः पचन्तं पचन्तौ पचतः. आम्, अनन्तरं पचत्यः पचदे पचद्भ्यां पचद्भ्यः पचतः पचत् पचद्भ्यां पचद्भ्यः पचतः पचतोः पचता पचति पचतोः पचत् इत्युक्ते श्रूयते पचन् पचन्तौ पचन्तः पचन्तं पचन्तौ, अनन्तरं सः मरुत् शब्दवद् इव अस्ति पचतः, अनन्तरं कुत्रापि नुमागमः न श्रूयते, केवलं पञ्चसु स्थलेषु एव तत्र नकारः श्रूयते. तत्र अनन्तरं मरुत् शब्दः यथा चलति पचतः तृतीयाविभक्त्यां तत्र पचता पचद्भ्यां पचद्भिः पचते कुत्रापि नुमागमः न श्रूयते, परन्तु पञ्चसु स्थलेषु नुमागमः एडिशनलि श्रूयते. पचत् इति शब्दः पचन् पचन्तौ पचन्तः पचन्तं पचन्तौ अनन्तरं कुत्रापि बिकास् एतत् शत्रन्तरूपम् अस्ति शत्रन्तरूपम् अस्ति चेत् उगित अस्ति सो उगितचाम् सर्वनां स्थाने तत्र परे सर्वनां स्थाने परे तत्र नुमागमः भवति सो नुमागमः तत्र श्रूयते तथैव ये सर्वे शत्रन्तरूपाणि सन्ति पुल्लिङ्गे स्त्रीलिङ्गे तत्र नकारः श्रूयते इति तत्र मुख्यमस्ति तथैव तवतु विषये तवतु अपि उगित अस्ति अतः तत्रापि उगित अस्ति अतः यथा शत्रन्तरूपम् अस्ति तथैव अत्र तकारान्त् प्रातिपदिकम् अस्ति सो अत्रापि तत्र तवतु इति विषये तत्र नुमागमः भवति इत्येव तत्र विशेषः किमपि अन्यविशेषः नास्ति तव्यत् इति यः अस्ति सो एतत् सुबन्तप्रकरणविषयः परन्तु वी यूस् दीस् आफन्लि सो वी शुड् नो देट् वै तवतु विषये तत्र नुमागमः भवति बिकास् उगित अस्ति एतत् प्रत्ययः अपि शत्रुप्रत्ययविष इव अस्ति उगित अस्ति अतः पञ्चसु स्थलेषु नपुंस पुल्लिङ्गे स्त्रीलिङ्गे तत्र नुमागमः श्रूयते तत्र नुमागमः भवति इति तवतु विषये इदानीं तत्र तव्यत् प्रत्ययः तव्यत् प्रत्ययविषये का वदति महोदय संयोगान्तरलोपः इति संयोगान्तरस्य न अवगतं महोदय पदस्य अन्ते कुत्रचित् संयोगः अस्ति चेत् संयोगः इत्युक्ते हलो अनन्तराः संयोगः हलो द्वयम् अव्यवहितरूपेण तत्र इत्युक्ते मध्ये किमपि स्वरः नास्ति चेत् तत्र अलो अनन्त्यस्य इत्यनेन अन्तिम अलस्य एव लोपः भवति न तु सम्पूर्णसंयोगस्य संयोगान्तस्य लोपः वदति पदस्य अन्ते संयोगः अस्ति चेत् तस्य संयोगस्य यः अन्तिम अल् अस्ति तस्य लोपः भवति तत्र पदतु तत्र पदस्य अधिकारः अस्ति संयोगान्तस्य लोपः इति सूत्रे पदस्य अधिकारः अस्ति पश्यतु सो यस्य कस्य पदस्य अन्ते संयोगः दृश्यते अपि च तस्य कृते पदसंज्ञा अस्ति स्क्रीन् दृश्यते वा अष्टाध्याये एतत् सूत्रं संयोगान्तस्य लोपः इत्यनेन तत्र यस्य पदस्य अन्ते संयोगः विधीयते तस्य पदस्य अन्तिमवर्णस्य लोपः भवति केन कथं जानीमः अन्तिमवर्णस्य एव लोपः अलो अनन्त्यस्य इति सूत्रेण अत्र तु व्याख्या न दत्तं सो अलो अनन्त्यस्य इत्युक्ते षष्ठ्यन्तनिर्दिष्टः आदेशः प्रायशः अन्तिम अल् स्थाने एव भवति अत्रापि संयोगान्तस्य इति षष्ठ्यन्तम् अस्ति अत्र कीदृश आदेशः अस्ति लोपादेशः अस्ति लोपादेशः अस्ति लोपः अपि आदेशरूपीकार्यमस्ति आगमरूपीकार्यं नास्ति आदेशरूपीकार्यमस्ति कस्यचित् वर्णस्य सः वर्णः अपगच्छति सो षष्ठी निर्दिष्टः आदेशः प्रायशः अन्तिम अल् स्थाने भवति अतः अलो अनन्त्यस्य इत्यनेन सम्पूर्णसंयोगान्तस्य लोपः नास्ति अन्तिम अल् इत्यस्य लोपः भवति अत्र दृश्यतु विद्वत् शब्दः सुप्रत्ययः योजयामः चेत् तत्र प्रथमे सकारस्य लोपः भवति अनन्तरं सकारस्य न स इति इदानीं पदसंज्ञा अस्ति सो विद्वान् एव भवति सकारस्य अपि लोपः भवति संयोगान्तस्य लोपः इति सूत्रेण तथैव अत्र नकारतकारस्य संयोगः अस्ति चेत् तकारः अपगच्छति संयोगान्तः लोपः संयोगान्तस्य लोपः इति सूत्रेण अस्तु तथैव सुबन्तप्रक्रियाविषये तत्र काचन संज्ञानां ज्ञानम् आवश्यकम् अस्ति, लैक् अपृक्त अपृक्त अपि संज्ञा अस्ति. सो यत्र प्रत्ययेषु कस्यचित् प्रत्ययेषु यत्र एकम् एव अल्वर्णः अवशिष्यते तस्य अपृक्तसंज्ञा अस्ति. सो अपृक्तसंज्ञा अस्ति चेत् तस्य लोपः भवति. यः सु इति प्रत्ययः प्रथम सुप् प्रत्ययेषु प्रथमाविभक्ति एकवचनप्रत्ययः कः? सु इति प्रत्ययः, सु औजस्. सो सु प्रत्यये केवलं सकारः एव अवशिष्यते. सो उकारस्य इत्संज्ञा अस्ति, अनुनासिक अस्ति. सो सकारः अवशिष्यते चेत् तस्य कृते अपृक्तसंज्ञा अस्ति. तथैव लङ्लकारे यदा ति इति प्रत्ययः अस्ति, लङ्लकारे प्रथमपुरुष एकवचने ति सी मि इति प्रत्ययः अस्ति, तत्र लङ्लकारः नितलकारः. नितलकारेषु तत्र इतश्च इति सूत्रेण इकारस्य अपि लोपः भवति, इकारः अपगच्छति. सो किम् अवशिष्यते? त स म इति अवशिष्यते. तेषां कृते अपि अपृक्तसंज्ञा अस्ति. यस्मिन् प्रत्यये एकम् एव अल्वर्णः अवशिष्यते तस्य अपृक्तसंज्ञा अस्ति. सो तस्य अनेन हल्न्योभ्या दीर्घात् सूति सि, अत्र प्रत्ययः अपि उक्तं सूति स्य अपृक्त हल्, अत्र सु इत्यनेन सुं प्रत्ययः, तत्र सकारः अपृक्तसंज्ञकः. ति इति प्रत्ययः तिङ् प्रत्ययः. सि अपि सिप् प्रत्ययः, तेषां कृते अपृक्तसंज्ञा अस्ति. सो हलन्तशब्दात् अनन्तरम् अपृक्तसंज्ञकप्रत्ययस्य लोपः भवति. अत्र पश्यतु, अपृक्तसकारस्य लोपः भवति. बिकास् परन्तु कदा? दीर्घात् हलन्तात् आभन्तात् तादृशप्रातिपदिकं तादृश अङ्गम् अस्ति चेत् तत्र अत्र सुबन्तप्रकरणे बहु किमपि तत्र सूत्राणां प्रसङ्गः आयाति, परन्तु अस्माकं विषयः तद् नास्ति. सो प्रथमे सकारस्य लोपः भवति, अनन्तरं संयोगान्तस्य लोपः इत्यनेन नकार उत्तरवर्ती यः तकारः नीतवत् नीतवन्त इति यः अस्ति, तत्रापि तकारस्य अपि संयोगान्तस्य लोपः इति सूत्रेण तस्य तकारस्य अपि लोपः भवति. सो नीतवान् एव रूपम् अस्ति. तत्र उपधायां दीर्घादेशः अपि भवति भिन्नसूत्रेण. तत्र बहु किमपि अत्रापि एतत् सूत्रं प्रसिद्धः भवति, उगित् अचां सर्वनां स्थाने अधातोः इति नुमागमः. सो विद्वत् शब्दस्यापि नुमागमः भवति. अस्तु, इदानीं तव्यत् इति प्रत्ययः. तव्यत् प्रत्ययः सामान्य आर्द्रधातुप्रत्ययः अस्ति. अत्र किं भवति रूपं? का वदति? मञ्जरी भगिनी वदति वा? नी धातुतः तव्यत् प्रत्ययः नियोग तव्यत्. तत्र तत्र तकारस्य इत्संज्ञा भूत्वा तकारस्य लोपः भवति, तव्य एव अवशिष्यते. नियोगतव्य अनन्तरं तव्य इति अर्धधातुकप्रत्ययः तथा सार्वधातुक अर्धधातुकयोः इति सूत्रेण तत्र गुणः भवति. ने भवति ने योगतव्य नेतव्य इति अन्तिमरूपं भवति. गुणः अपि भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण. अत्रापि तव्यत् इति प्रत्यय तकारस्य हलन्त्यमिति सूत्रेण अत्रापि अकारान्तुरातिपदिकं निष्पद्यते. यकार उत्तरवर्ती अकारः अपि अस्ति, नेतव्य इति अकारान्तप्रातिपदिकं निष्पद्यते. अपि च कृत् प्रत्ययेषु के केचन प्रत्ययानां कृते तृतीय इति संज्ञा अपि अस्ति. कृत् प्रत्ययेषु अमङ्ग् द कृत् प्रत्ययास् देर् आर् सम् ऐ थिङ्क् 7 प्रत्ययास् येषां कृते कृत्य इति संज्ञा अस्ति. सो कृत्य येषां कृते कृत्य इति संज्ञा तेषां प्रयोगः भावे कर्मणि एव भवति. तत्र एकं सूत्रम् अस्ति कृत्य, एकं सूत्रमस्ति तयोर् आम् कृत्य आम् अत्र अस्ति तयोः एव कृत्य स फलार्थाः कृत् अत्र प्रत्याः उक्ताः सन्ति वा. द एफेक्ट्स् इस् काल्ड् कृत्य. सुकृत् प्रत्ययेषु केचन प्रत्ययाः कृत्यसंज्ञकप्रत्ययाः भवन्ति. तेषां प्रयोगः भावे अपि च कर्मणि भवति. द वर्ड् तयोः आफ् दोस् टु रेफर्स् टु भाव. तयोः भाव आर् इम्पर्सनल् कर्म ओब्जेक्ट्. द वर्ड् एव ओन्ली इस् यूस्ड् इन् द सूत्र टु एक्स्क्लूड् द वर्ड् एजेण्ट् फ्राम् इट्. सो यदि वयं कृत्य इति प्रत्ययः के कृत्य कृत् प्रत्ययेषु के कृत्य संज्ञकाः, एकम् अन्यत् सूत्रमस्ति तत्र कृत्याः कृत्या अत्र पश्यतु कृत्याः प्रथमा बहुवचनं सुकृत्याः तव्य अनीय नवतृच. अत्र तु व्याख्या नास्ति. स्वकृत्य येषां कृत्याः इति ये कृत्याः के कृत्याः तव्यत् तव्य अनीयर् देन् देर् आर् सम् यत् ण्यत् क्यप् एण्ड् देन् वन् मोर् प्रत्यय इस् देयर्. So all of these pratyas are krityah. They are krityah. Atra to prapidatama kya maybe in the पाणिनि सूत्रपाठ मे बि ऐ विल् चेक् पाणिनि सूत्रपाठ इफ् दे हेव् गिवन्. सो अनियर् तव्य तव्यत् ण्यत् यत् एण्ड् क्यप् आल् आफ् दीस् आर् कृत्याः. सो ये कृत्याः सन्ति तेषां प्रयोगः केवलं भावे कर्मणि एव भवति. वट् वास् द प्रीवियस् सूत्र देट् वी रेड्? That was भावकर्मणोः कृत्यसंज्ञकाः कृत्यसंज्ञकाः भावकर्मणोः एव इति तस्य अर्थः भवति. अपि च क्तखलार्थाः अत्र क्त अपि उक्तमस्ति. ये खलार्थाः प्रत्याः देर् इस् वन् मोर् ग्रुप् खलार्थाः प्रत्याः न केवलं कृत्यसंज्ञकाः परन्तु अन्य क्त अपि च खलार्थाः. तत्रापि व्याख्यानं दत्तं खलार्थाः नाम किं खलार्थाः विशिष्ट अर्थः येषां खलः अस्ति. खलार्थाः प्रत्ययाः मया अपि सम्यक्तया न जानीमि भगिनि, एकवारं दृष्ट्वा वदामि खलार्थाः। अत्र तु व्याख्यान इति तत्र के सप्तप्रत्ययाः तव्यत् अन्यर् ण्यत् क्यप् यत् न यत् ण्यत् क्यप् क्यप् प्रत्ययः अपि च एकम् अन्यत् अस्ति सप्तप्रत्ययाः कृत्यसंज्ञकाः कृत्य अत्र पश्यतु कृत्य क्त अण्ड् खलार्थाः तेषां भावे तेषां प्रयोगः भावे भावकर्मणोः भवति न तु कर्तरिप्रयोगे भवति। सो सर्वे कृत्यप्रत्ययेषु तव्य तव्यत् अण्ड् अनियर् देन् क्तप्रत्ययः अत्र क्तप्रत्ययः उक्तमस्ति एण्ड् केचन खलार्थाः खलार्थाः इत्युक्ते किम् एकवारं दृष्ट्वा वदामि भगिनि। सो क्तप्रत्ययः अपि उक्तमस्ति अस्मिन् सूत्रे सो तयोः इत्यनेन भावकर्मणोः द्विवचनात् शब्दमस्ति सो एव इति केवलं भावकर्मणोः एव तेषां प्रयोगः करणीयः इति अत्र उक्तमस्ति। सो तव्यत् अपि तादृशमेव तृतीयसंज्ञकप्रत्ययः तव्यत् अपि च तव्य सो तव्यदपि तव्यत् इति अपि कर्तरि प्रयोगे नास्ति कर्मणि भावे अस्ति तथैव क्तप्रत्ययः अपि कर्मणि भावे अस्ति अनियर् प्रत्ययः अपि कर्मणि भावे अस्ति अनियर् प्रत्ययः अपि कृत्यसंज्ञकप्रत्ययः। मया कुत्रचित् तत्र दृष्टं प्रत्ययेषु पाणिनिसूत्रपाठे वा कुत्रचित् दृष्टं कृत्यसंज्ञकप्रत्ययाः तत्र आवली अस्ति कस्मिंश्चित् बुक् मध्ये तत्र दृष्टम्। सो तव्यत् प्रत्ययः अपि तस्मिन् कर्मणि प्रयोगे अथवा भावे प्रयोगे यदि धातुः अकर्मक अस्ति चेत् भावे प्रयोगे अपि च तत्र सकर्मक अस्ति चेत् कर्मणि प्रयोगे लैपुषे पाठः पठितव्यः पाठः सो कर्म कर्मपदस्य तत्र प्रथमा विभक्ति भवति बिकास् वी आर् यूसिङ्ग् तव्यान्तरूपं पठितव्यः अपि च अत्र इडानुकूलप्रत्ययः अस्ति तव्यत् प्रत्ययः तकारः वलादि अस्ति अवशादि अस्ति कृत्संज्ञकः अस्ति अतः अत्र इडानुकूलप्रत्ययः अस्ति तव्यत् सो पठितव्यः इति भवति पाठः पठितव्यः मया आर् सो अत्र कर्मणि प्रयोगः एव साधुप्रयोगः तथैव कृतविषये तथैव अनियर्विषये ग्रन्थं पठितव्यम् इति तत्र भवति पाठः पुल्लिङ्गशब्दः अतः पाठः पठितव्यः गीता पठितव्या इति स्त्रीलिङ्गे भवति अवगतं वा। सो मेक् ए नोट् आन् दीस् प्रत्ययास् औट् आफ् दीस् प्रत्ययास् क्त तव तु अनियर् एते प्रत्ययाः कर्तरिप्रयोगे न भवन्ति एते प्रत्ययाः कर्तरि अपि भवति दादु तादृश परन्तु यदि वयं कोऽपि पठामः चेत् क्तप्रयोगः यदा वयं क्तप्रत्ययस्य प्रयोगः कुर्मः प्रायशः अस्माभिः तत्र कर्मणि प्रयोगः एव साधुप्रयोगः इति तत्र वदन्ति सर्वे कर्मणि प्रयोगः एव साधुप्रयोगः क्तप्रत्ययः कर्तरिप्रयोगः असाधुप्रयोगः तत्र वदन्ति बिकास् विशिष्टधातूनाम् एव प्रायशः स्तप्रत्ययः तु कर्मणि एव तस्य प्रयोगः भवति. शब्दभावकर्पणोः actually there are lots of videos about the pratyayas on the YouTube. You should go to that those and watch. There is one what was that channel, there is one that Vyoma Pathshala is there, that's very famous channel. Even the Nilesh Mahodaya ashtadhyayi.com, that Nilesh Mahodaya, he has also made certain videos about these pratyayas, navul trich, because these are the pratyayas, krit pratyayas, which are used sarve vihadatubhya anantaram tesham prayogah bhavati, and tesham prayogah bhashayam lekhane tatra bahutra bhavati. Ataha tatra chalchitram asti. You can find the videos about Navul, Trichkta, Tavatu. Vyoma Pathshala is also one of the best channels. And Ashtadhyayi.com is also there. You will have the videos with respect to these pratyayas. Go to those and check, because he will explain about every pratyaya. So additionally, also we should do some, additional reading. Anin to sameha bhavat. So tavyat aniyarapi samanya ardha dhatuk pratyah. Ktin pratyah strilinge eva tasya prayogah bhavati. Yatha gai pratyah yojyamaha chet pulling rupa seva pulling pratipatika seva nirmanam bhavati. Tathev striyam ktin iti sutram asti. So striyam ktin iti sutre सर्वेभ्यः धातुभ्यः क्तिन् प्रत्ययस्य प्रयोगः भवति, परन्तु स्त्रियां भवति. सो यदा तत्र भक्ति शक्ति इति तीति इति अत्र श्रूयते, सः क्तिन् प्रत्ययस्य प्रातिपदिकं तादृशप्रातिपदिकमस्ति, अपि च सः स्त्रीलिङ्गे एव भवति, तस्य प्रयोगः स्त्रीलिङ्गे एव भवति. तथैव घञ् प्रत्ययः केवलं पुल्लिङ्गे एव तस्य रूपं निष्पद्यते, न तु त्रिषु लिङ्गेषु. यथा तवतु तव्यत् अनियर् त्रिषु लिङ्गेषु रूपाणि वयं तत्र प्रातिपदिकस्य अनन्तरं त्रिषु लिङ्गेषु रूपाणि भवन्ति, तथा अत्र नास्ति. क्तिन् विषये घञ् विषये सो स्त्रियां क्तिन् इति सूत्रेण तत्र स्त्रियामेव क्तिन् विषये स्त्रिये विवक्षायामेव क्तिन् प्रत्ययः सर्वेभ्यः धातुभ्यः योजयितुं शक्नुमः. किन्तु सर्वेभ्यः धातुभ्यः भवति, किन्तु शब्दं स्त्रीलिङ्गं भवति, तादृशमस्ति. केवलं स्त्रीलिङ्गे प्रत्यक्षयोजनेन किं प्राप्तं, तत् शब्दं स्त्रीलिङ्गे भवति. तथैव गायं प्रत्ययः, गायं केवलं पुल्लिङ्गे एव भवति. गै एकम् उदाहरणं वदतु भगिनि, यकार गै इति प्रत्यये तालुण्यकारस्य यत्संज्ञा अस्ति, अकारः एव आवश्यकति. लशकुतदि तेजेन घकारस्य तत्र राम इति प्रातिपदिकम् अस्ति न भगिनि, गायि प्रत्ययः राम, तत्र राम इति केवलं पुल्लिङ्गे एव तस्य रूपं भवति. यदा गायि प्रत्ययः, गायि अपि कृत् प्रत्ययः, गायि प्रत्ययः योजयामः चेत् केवलं पुल्लिङ्गे एव तस्य रूपाणि. गायि प्रत्ययः अत् उपधायाः इति सूत्रेण रमदातु राम भवति. उपधायां यः ह्रस्वाकारः तस्य दीर्घादेशः भवति, बिकास् गायि प्रत्ययः णित् आर्धधातुः णित् प्रत्ययः. सो तत्र अचोनिनिति अपि च अत् उपधायाः इति सूत्रेण तत्र उपधायां दीर्घ आदेशः वृद्धि आदेशः भवति. सो राम इति भवति, राम केवलम् अकारः अवशिष्यते गञ् प्रत्यये. सो अकार अवशिष्यते चेत् रम योग गञ् कुर्मः चेत् राम इति अकारान् प्रातिपदिकम्. अपि च वृद्धिः कार्यमपि अस्ति. सो सर्वेभ्यः कृत् प्रत्ययेषु क्तिन् प्रत्ययः एव स्त्रियाम् अस्ति, अतः एतत् स्त्रीलिङ्गप्रकरणे तत् अन्ते दत्तमस्ति. यद्यपि मातुः वदति, मात्रा वदति, तत्र कोऽपि स्त्रीलिङ्गप्रकरणमेव नास्ति, परन्तु यः कौमुदीकारः तत्र स्त्रीप्रकरणम् अपि दत्तं. तत् स्त्रीविवक्षायां तत्र ये टाप् जाप् चाप् अपि च नीप् नीप् नीश् तत्र क्तिन् प्रत्ययः अपि तत्र एव पाठितम्. परन्तु एतत्तु कृत्संज्ञक् प्रत्ययः, क्तिन् प्रत्ययः, धातोः अनन्तरमेव एतस्य प्रयोगः भवति. अस्तु, इदानीम् अत्र स्थगामः. एकवारं भवन्तः अपि पठन्ति. कित् अस्ति, अन्यदेकमपि भगिनी उक्तवती किमस्ति, अतः गुणः न भवति, अन्यत् एकम् उक्तवती किमस्ति, खै प्रत्ययः, एकं चित् अस्ति, अतः गुणः न भवति, अन्य एक खै प्रत्ययस्य अन्य एक चित् कुत्र अस्ति? गञ् प्रत्ययः णित् अस्ति, णित्, गञ् प्रत्ययः णित् अस्ति, तत्र तालुण्यकारस्य संज्ञा अस्ति. तालुण्यकारस्य संज्ञा अस्ति चेत् आर्धधातु णित् णित् प्रत्ययः, अतः आतुब्दायाः इति सूत्रं कार्यं करोति. नीतिनीतिपरे एव कार्यमस्ति. अस्तु, अत्र स्थगामः. शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः, नमस्कारः. धन्यवादः.